गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुमानपरिच्छेदे स्मः तत्र स्वार्थ अनुमानं कथं जायते इति अस्माभिः पठितं तदनन्तरं परार्थानुमानं तत्र कस्य परार्थानुमानं कर्तव्यं तत्र अधिकारी कः इति चेत् यस्मिन् पर्वते अग्निः अस्ति वा न वा इति आकाङ्क्षा एव नास्ति तेन परार्थानुमानं न कर्तव्यम् अत्र पर अर्थ अनुमानं तत्र अर्थपदस्य प्रयोजनम् इति अर्थः इति अस्माभिः दृष्टम् तर्हि प्रयोजनं भवेत् एवमेव अनुमानं कोऽपि न करोति यदि घटः एकं घटं मम पुरतः अस्ति तत्र मया द्रष्टव्यमेव प्रत्यक्षविषये प्रयोजनम् अस्ति वा न वा इति न चिन्तनीयं किमपि प्रयोजनं नास्ति चेदपि मम पुरतः यत्किमपि अस्ति तद्वस्तु मया द्रष्टव्यम् एव तत्र प्रयोजनं किम् इति न प्रष्टव्यं किन्तु अनुमानं यत्र प्रवर्तते तत्र सोपानानि सन्ति प्रक्रिया अस्ति इति कृत्वा प्रयोजनमस्ति चेत् एव अनुमानं वा उपमानं वा इति एतत् सर्वं चिन्तनीयं भवति एवमेव शाब्दबोधस्थले अपि अतः एव तत् सुभाषितं रचितमस्ति न पृष्टः कस्यचित् ब्रूयात् न च अन्यायेन पृच्छतः जानन्नपि च मेधावी जडवल्लोकमाचरेत् न अपृष्टः कस्यचित् ब्रूयात् मम कृते पर्वते वह्निः इति ज्ञानमस्ति यद्यपि अत्र वह्निः न दृष्टः तथापि धूमं दृष्ट्वा स्वार्थानुमानं मया कृतं तर्हि इदानीं मया स्वार्थानुमानं कृतं मम दुःखः अपगतः इति कृत्वा यस्मिन् आत्मनि तत्र दुःखमेव नास्ति तम् आहूय भोः पश्यतु पर्वतः वह्निमान् धूमात् यथा महानसं तथा चायं तस्मात् तथा इति पञ्चावयववाक्यानि उक्त्वा भवान् इदानीं किं परार्थानुमानं करोतु इति न प्रेरणीयम् एव तर्हि तादृशः इत्युक्ते यः यस्मिन् मनसि यस्मिन् आत्मनि तत् सन्देहः एव नास्ति पर्वतः वह्नि अस्ति वा न वा सन्देहः नास्ति चेत् दुःखं तेन न अनुभूयते दुःखनिवारणार्थम् एव अत्र अनुमानं तदेव तत्र प्रयोजनं तदेव पर अर्थ इति पदस्य अर्थः इति अस्माभिः दृष्टं तर्हि सः अधिकारी न भवति अपि च यस्मिन् आत्मनि निश्चयज्ञानमस्ति पर्वते वह्निः अस्ति इति निश्चयज्ञानमस्ति तं प्रति अपि परार्थानुमानं निष्प्रयोजकम् अस्ति सः जानाति एव किमर्थं करणीयम् इति अस्तु तर्हि अवशिष्टाः एकस्मिन् आत्मनि अत्र सन्देहः वर्तते पर्वते वह्निः अस्ति वा न वा तेन सः दुःखम् अनुभूयते तर्हि तं प्रति अत्र पञ्चवाक्यानि वदामश्चेत् तेन परार्थानुमानं कर्तुं शक्यते तत्र मुख्यबिन्दुः किम् अस्माभिः दृष्टम् इति चेत् पञ्च अवयववाक्येषु प्रथमवाक्यमस्ति पर्वतः वह्निमान् तर्हि तत् श्रुत्वा शाब्दबोधं तस्मिन् जातम् किं पर्वते वह्निः अस्ति इति ज्ञानं तेन प्राप्तम् अपि च आप्तेन एव उक्तम् इति कृत्वा किमर्थम् अत्र सन्देहः न अपगच्छति किमर्थं पञ्चवाक्यानाम् आवश्यकं केवलं प्रथमवाक्येन एव शाब्दबोधेन एव सन्देहः निवर्तते इति चेत् तत्र विरोधः नास्ति संशयज्ञानस्य विरोधी नास्ति एतत् शाब्दबोधम् यद्यपि आप्तेन उक्तं तस्य श्रद्धा कर्तुं शक्यते तथापि अस्माकं अत्र निश्चयः जायते वा इति चेत् न. किं वदेम, भवान् कथं जानाति पर्वते वह्निः अस्ति इति? न भोः, तेन उक्तम् अत्र पर्वते वह्निः अस्ति इति. अपि च यदा कदापि सः अनृतं न वदति इति कृत्वा सः आप्तः, मम हितं करोति इति कृत्वा अहं तस्य विश्वासं कृतवान् इति तावदेव वदामः. किन्तु अहं जानामि इति न वदामः इति कृत्वा अत्र विरोधः नास्ति. तर्हि तदनन्तरम् इतोपि अवशिष्टचत्वारि वाक्यानि श्रुत्वा तदनन्तरं मम आत्मनि एतादृशज्ञानम्, एतादृशज्ञानम् इत्युक्ते अत्र पर्वतः धूमवान् इति पक्षधर्मताज्ञानम्, अपि च यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, यथा महानसम् इति व्याप्तिज्ञानं जननीयमस्ति. तदनन्तरं मिलित्वा वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं, तदेव अनुमानम् इति परामर्शज्ञानं जनित्वा तदनन्तरं पर्वतः वह्निमान् इति यदि अहमेव अनुमानं करोमि पञ्चवाक्यानि श्रुत्वा, तदा निश्चयज्ञानं मयि जातं. तेन निश्चयज्ञानेन संशयज्ञानस्य नाशः भवति, तेन दुःखनाशः अपि भवति, सप्रयोजनं भवति परार्थानुमानम् इति एतत् सर्वम् अस्माभिः दृष्टम् अस्तु इति सन्दिग्धवान् एकः अधिकारी. अन्यः अपि अस्ति यस्मिन् आत्मनि दोषपूर्णनिश्चयज्ञानमस्ति, पर्वते वह्निः नास्ति इति ज्ञानमस्ति. तर्हि तादृशदोषपूर्णज्ञानं, भ्रमज्ञानं यस्मिन् अस्ति, तस्य ज्ञानस्यापि निवारणं करणीयमेव. तर्हि तस्मिन् विषये एव इदानीं पाठः अग्रे गच्छति. विपरीतनिश्चये सति का गतिः? विपरीतनिश्चये इत्युक्ते पर्वते वह्निः नास्ति, यद्यपि वस्तुतः पर्वते वह्निः अस्ति धूमात्, तथापि तेन तस्मिन् आत्मनि विपरीतनिश्चयमस्ति पर्वते वह्निः नास्ति इति. तर्हि तं प्रति किम् अत्र परार्थानुमानं भवति वा न वा इति चिन्तनम् अत्र अस्तु. अग्रे गच्छेम. वेळ्मदि आरब्धं करोति वा? विपरीतनिश्चये सति का गतिः? महोदय एकवारं साक्षात्कारं प्रति अपि एकनिमिषं वदतु. हा हा हा अस्तु. तर्हि अत्र साक्षात्कारम् इति पदमस्ति आत्मविषय, यदा आत्मविषयकप्रतिपादनं वेदान्तिभिः क्रियते तदा आत्मसाक्षात्कारम्, आत्मसाक्षात्कारम् इति ते वदन्ति. आत्मा तु ज्ञाता अस्ति, तस्य साक्षात्कारं ज्ञात्रा स्वस्य साक्षात्कारं कथं वा कर्तुं शक्यते, अपि च किमर्थं करणीयम्? अयं घटः इति यदि अहं पश्यामि तर्हि घटः इदानीं दृष्टम् इति कृत्वा घटस्य घटः अस्ति इति ज्ञानं जातं. किन्तु कः पश्यति इत्यस्मिन् विषये किं प्रमाणम्? अयं घटः इति ज्ञाने तत्र प्रमाणं चक्षुः, किन्तु कः पश्यति? यः ज्ञाता, यः द्रष्टा अस्ति, सः अस्ति इति अत्र प्रमाणं किम् इति न प्रष्टव्यमेव. किमर्थमिति चेत् द्रष्टा अस्ति चेद् एव अयं घटः इति ज्ञानं जायते, नो चेत् ज्ञानमेव न जायते खलु. तर्हि अयं घटः इति ज्ञानमेव प्रमाणम्. कं प्रति? द्रष्टा अस्ति इति, नो चेत् ज्ञानं न जायते इति कृत्वा तत्र अर्थापत्तिः वक्तुं शक्यते. भवतु, तर्हि आत्मसाक्षात्कारः इति पदं, तर्हि तत्र वस्तुतः साक्षात्कारः इत्युक्ते किम् इति चेत् अवगमनम्, अवगमनम् अण्डर्स्टाण्डिङ्ग् इति अर्थः. यथा इदानीं अत्र स्वार्थानुमाने वा परार्थानुमाने वा प्रत्यक्षेन अग्निः न दृश्यते, तथापि अत्र पर्वतः वह्निमान् धूमात् यथा महानसं तस्मात् तथा अयं तस्मात् तथा इति पञ्चवाक्यानि श्रुत्वा अत्र पर्वतः वह्निमान् तदनन्तरं व्याप्तिज्ञानं यत्र यत्र धूमः न अत्र साध्य अभाववत् आवृत्तित्वं साध्य अभाववत् आवृत्तित्वम् इति व्याप्तिज्ञानं तादृशं वदामि अहं यत्र यत्र धूमः इति त्यक्त्वा साध्य अभाववत् आवृत्तित्वम् इति व्याप्तिज्ञानं तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं तदेव अनुमानं तदनन्तरं पर्वतः वह्निमान् इति यदा अवबोधः जायते पर्वते वह्निः अस्ति इति निश्चयात्मकज्ञानं यदा जायते तदेव अग्नेः साक्षात्कारम् इति वक्तुं शक्यते. मया अग्निसाक्षात्कारं कृतं, साक्षात्कारम् इत्युक्ते प्रत्यक्षेन न दृष्टं किन्तु अवगतं हा अस्ति इति यदा वदामः खलु, हा बुद्धं बुद्धं महोदय इति भवन्तः वदन्ति खलु, तादृशं यदा बुद्धः इति वदन्ति तदा साक्षात्कारः जातः. यस्मिन् कस्मिंश्चित् विषये बुद्धः इत्युक्ते तत्र विषयः भवेत् खलु, आम् बुद्धं वा इति चेत् आं बुद्धम् इति, तर्हि साक्षात्कारः जातः इति अर्थः. केवलम् आत्मसाक्षात्कारम् एव इति नास्ति, यद् यस्मिन् कस्मिंश्चित् विषये अवगमनं जायते चेत् अवगमनं भवेत्, आं बुद्धं महोदय इति कृत्वा तर्हि पुनः वदतु इति यदि अहं पृच्छामि तत्र स्पष्टतया न उक्तं चेत् अवगमनं न जातम् इति अवगन्तुं शक्नुमः. तर्हि अवगमनं भवेत्, निश्चयपूर्वकज्ञानं भवेत्. कथं वा निश्चयः जातः इति चेत् अस्माकम् आचारः तत्र निश्चयात्मकज्ञान अधीनं भवेत्. आचारः इत्युक्ते कान्डक्ट्. तर्हि पर्वतः वह्निमान् इति इदानीम् अत्र अनुमानं कृतम्. अहं पञ्चवाक्यानि कस्मिंश्चित् प्रति वदामि, सः ओहो आमामाम् अवगतं, हा पर्वते वह्निः अस्ति इति मया अवगतम्, अस्तु स्पष्टता अस्ति खलु, आम् अस्ति. तदनन्तरं सः किं करोति, पर्वतं प्रति गच्छति चेत् भोः इदानीमेव मया उक्तं पर्वते वह्निं पर्वते वह्निः अस्ति इति, भवतापि हा अवगतम् इति उक्तं, तत्र हेतुः अपि मया उक्तं. तदनन्तरं किमर्थं पर्वतं प्रति गच्छति, ओहो पर्वते वह्निः अस्ति वा, ओहोहो इति तादृशं सः वदति चेत् तत्र साक्षात्कारः न जातः इति अर्थः. तर्हि आचारम् आचारम् इत्युक्ते बेस्ड् आन् द नालेज् दट् यु गेट् युवर् कान्डक्ट् हेस् टु रिफ्लेक्ट्. अहं ब्रह्मास्मि इति आत्मनः साक्षात्कारं जातम् इति कोऽपि वदति चेत् तदनन्तरं किम् अत्र अन्यस्मिन् विषये यदि आकाङ्क्षा जायते, यस् यथा एतादृशनिश्चयात् निश्चयज्ञानात् पूर्वं कस्मिंश्चित् विषये आकाङ्क्षा अस्ति चेत् ओ किम् अभवत् तत्र एतावत्पर्यन्तं न प्राप्तं वा इति तादृशचिन्तनं पूर्वं ज्ञानात् पूर्वं यथा अस्माकम् आचारः अस्ति तथा एव ज्ञानस्य अनन्तरमपि आचारः अस्ति चेत् साक्षात्कारः न जातः इति अवगन्तव्यम्. अस्तु इतोपि सन्दर्भाः लभ्यन्ते अस्मिन् विषये चिन्तनार्थं, तत्र तत्र अहं प्रतिपादिष्यामि. महोदय द्वितीयप्रश्नः अपि अस्ति, स्वार्थ अनुमानं परार्थ अनुमानम् इति किमर्थं ग्रन्थे दत्तम्? अनुमानं तु अनुमानम् एव खलु, अनुमितिः जायते. अस्तु स्वार्थानुमानं कथं, वदतु वदामि. स्वार्थ अनुमानं कथं जायते भवान् एव वदतु, इदानीं स्वार्थानुमानं पठितं खलु सम्पूर्णरीत्या. भवान् इदानीं स्वार्थ अनुमानं करोति इति चेत् अत्र सोपानानि कानि इति प्रतिपादयतु. प्रथमं वेत् परामर्शः यदस्ति तद् परामर्श करणीयं, पञ्चसोपानानि वा इत्यादि यदस्ति. न न न इत्यादि इति मा वदतु, इदानीं समीचीनतया भवता वक्तव्यम्. अत्र स्वार्थ अनुमानम् अस्माभिः चिन्तितम्, इतोपि किमपि नास्ति. स्वार्थ अनुमाने सोपानानि कानि? प्रथमं किं जायते, द्वितीयं किमस्ति, तृतीयं किमस्ति, चतुर्थं किमस्ति, पञ्चमम् अस्ति चेत् तत् किमस्ति? प्रथमं पक्षः, तदनन्तरं पक्षः इत्युक्ते किं? केवलं पक्षस्य न पर्वतः इति ज्ञानं वा? धूमः अस्ति प्रथमं महोदय, तदनन्तरं धूमः अस्ति. अत्र समीचीनतया वक्तव्यं, धूमः अस्ति इति, केवलं धूमः अस्ति इति प्रथमसोपानं वा? अस्तु, सत्यभामा भगिनी वदतु. महोदय, प्रथमं कोऽपि सन्देहः वा तस्य? इदानीं स्वार्थ अनुमानं, हा स्वार्थ अनुमानं, समीचीनं वदतु. पर्वते धूमं पश्यन् अस्ति, यदा पश्यन् तदेव प्रथमज्ञानम्. एकनिमिषं, पर्वतः धूमवान् इति प्रथमज्ञानं खलु? आम्. तत्र इदानीं तादृशज्ञानं केन प्रमाणेन जातम्? प्रत्यक्षप्रमाणेन. उत्तमं, प्रत्यक्षप्रमाणेन, चक्षुप्रमाणेन, चाक्षुषप्रमाणेन एतद् ज्ञानं जातं, तदेव प्रथमज्ञानं, पर्वतः धूमवान् इति. अग्रे द्वितीयं, तदनन्तरं तस्य आत्मनि यत्र यत्र धूमः तत्र तत्र आकृतिः इति व्याप्तिज्ञानं स्मरणरूपेण आगतमस्ति. अतः इदानीं व्याप्तिज्ञानं व्याप्तिज्ञानात् तस्य धूमवग्निः अनयोः सम्बन्धः अपि अत्र आगतं. यत्र तर्हि द्वितीयज्ञानमस्ति व्याप्तिज्ञानं, साध्य अभावत् अवृत्तित्वं, यत्र यत्र धूमः तत्र तत्र वह्निः इति तादृशज्ञानं, यथा महानसमितिरत् सर्वं तस्मिन् उल्लिखितमस्ति. तर्हि द्वितीयज्ञानम् अस्ति व्याप्तिज्ञानं, केन कथं जायते? स्मरणेन. उत्तमं, स्मरणेन नास्ति, संस्कारेण जायते. संस्कारेण. एतदपि स्मरण स्मरणात्मकज्ञानं संस्कारेण जायते खलु? तर्हि एतदेव द्वितीयज्ञानम्. अस्तु, इदानीं तृतीयम्. यस्मिन् इदानीम् अस्मिन् अधिकरणे धूमः अपि अस्मि स्वयमपि अस्ति, अतः अग्निवाप्यधूमो धूमवान् अयं पक्षः इति परामर्शज्ञानं. उत्तमम्. अपि च धूमः अस्ति, वह्निः अपि केवलं तादृशं नास्ति, वह्निः व्याप्य धूमः इति ज्ञानं. वह्निः अस्ति इति प्रत्यक्षेन न दृष्टः खलु? व्याप्तिः एव अस्ति. अत्र हेतुसाध्ययोः मध्ये सम्बन्धः, व्याप्यव्यापकभावसम्बन्धः एव व्याप्ति इति ज्ञानेन लब्धं. तर्हि इदानीं परामर्शज्ञाने सः किं करोति? पक्षधर्मताज्ञानम् अपि च व्याप्तिः उभयं मिलित्वा तत्र एकं ज्ञानं स्थापयति. इत्युक्ते अस्मिन् परामर्शज्ञाने पक्षः अपि अस्ति, व्याप्तिः अपि, धूमः अपि अस्ति, हेतुः अपि अस्ति, साध्यवह्निः अपि अस्ति, अपि च साध्य हेत्वोः मध्ये व्याप्यव्यापकभावसम्बन्धः अपि अस्ति, अपि च हेतुः पक्षः अनयोः मध्ये संयोगसम्बन्धः. एतत् सर्वम् अस्ति अस्मिन् ज्ञाने, वह्निव्याप्य धूमवान् अयं पर्वतः इति तृतीयं ज्ञानं. बहु उत्तमम्. अनन्तरं चतुर्थम्, तेन परामर्शज्ञानेन इदानीम् अनुमानं कर्तुं शक्यते अयं पर्वतः वाहिनिमान् इति अनुमितिज्ञानम्। उत्तमं, तर्हि परामर्शज्ञानस्य एव भिन्ननाम अस्ति अनुमानम् इति, तदेव प्रमाणं, ज्ञानमेव प्रमाणमत्र। यथा प्रत्यक्षस्थले इन्द्रियाणि प्रमाणानि भवन्ति तादृशमत्र नास्ति, ज्ञानमेव प्रमाणं, परामर्शज्ञानमेव प्रमाणम्। अतः एव तत्र अनुमानम् इति तस्य नाम। अनु कम् अनु इति चेत् पक्षधर्मताज्ञानमनु अपि च व्याप्तिज्ञानमनु अनुमानं क्रियते इति कृत्वा अनुमानम्, अपि च परामर्शज्ञानमनु नूतनज्ञानम् अनुमितिज्ञानं जायते इति कृत्वा तस्यापि अनुमितिः इति नाम। बहु समीचीनं, धन्यवादः भगिनि। धन्यवादः। अस्तु, तर्हि चत्वारि ज्ञानानि भवन्ति स्वार्थ अनुमाने। तत्र प्रथमज्ञानं प्रत्यक्षज्ञानं, पर्वतः वह्निम धूमवान् इति। द्वितीयज्ञानमस्ति व्याप्तिज्ञानं, साध्याभावत् अवृत्तित्वं। यद्यपि एतद्वाक्यं पूर्वपक्षिणः वाक्यमस्ति, तथापि तादृशमेव एतादृशम् अस्माभिः पठितम् इति कृत्वा तद्वाक्यमहं वदामि। अस्तु, इति द्वितीयज्ञानं, स्मरणात्मकज्ञानम् उभाभ्यां ज्ञानाभ्याम्। अत्र तृतीयं ज्ञानं नूतनज्ञानम् अनुमानज्ञानं परामर्शज्ञानं। यः चिन्तयति, यः अनुमानं करोति, तस्मिन् अनुमाता अनुमातरि जायते परामर्शज्ञानं, तेन अनुमितिः अपि जायते इति। चत्वारि ज्ञानानि एव तत्र सोपानानि, कुत्र? स्वार्थ अनुमानस्थले। अस्तु स्वामी महोदय, इदानीं भवानेव वदतु, परार्थ अनुमाने किं भवति? स्वयं धूमः न, सः स्वयं धूमः अपि अस्ति इति प्रायः न दृष्टम्। प्रायः इति मा वदतु, निश्चयेन न दृष्टम् इत्युक्ते पर्वते वह्निः अस्ति इति पक्षधर्मताज्ञानं प्रत्यक्षेन तेन न प्राप्तम्। तर्हि कथं प्राप्तं? किन्तु तस्मिन् मनसि सन्देहः अस्ति, पर्वते वह्निः अस्ति वा न वा, सन्दर्भः कः इति चेत्, यदि इदानीम् अहं कैलासं गन्तुम् इच्छामि इति चिन्तयतु, तत्र करकाः बहु इदानीं सन्ति वा न वा इति मम मनसि सन्देहः अस्ति, तर्हि कमपि अहं पृच्छामि तत्र अस्ति वा न वा इति। तत्र यदि अत्र अनुमानवाक्यानि तेन उक्तानि, तदा यदि अहम् अनुमानं करोमि, तादृशसन्दर्भः इति चिन्तयतु, अहं पर्वतात् तत्र अन्यत्र गन्तुम् इच्छामि, ऐ हेव् टु क्रास् दि मौण्टन् इति चिन्तयतु, तर्हि तादृशसन्दर्भे पर्वतमपि मया न दृष्टं, तस्मिन् धूमः अस्ति इति अपि ज्ञानं मयि नास्ति। किन्तु इदानीन्तनकाले, इदानीम् अत्र ग्रीष्मकालः अस्ति, ग्रीष्म एव खलु सम्मर् इति कालः अस्ति इति कृत्वा, तत्र फारेस्ट् फैर् तादृशं भवितुम् अर्हति इति मम मनसि सन्देहः अस्ति, तर्हि अहम् आह्वानं कृत्वा कमपि आह्वानं कृत्वा पृच्छामि, भोः पर्वते वह्निः अस्ति वा न वा। तदर्थं कोऽपि वदति, अस्तु इदानीं वदतु परार्थानुमाने किं किं जायते इति। कोऽपि वदति महोदय, पर्वतः वह्निमान् इति, अस्तु अन्यं प्रति यस्य सन्देहः संशयः अस्ति। अस्तु, कथं जानाति भोः इत्युक्ते, सः किमपि कारणं, हेतु वदति, तत्र धूमः मया दृष्टं न न प्रथमवाक्यं किम् अत्र पर्वतः वह्निमान् पर्वतः वह्निमान् अस्तु हा किन्तु तादृशं न पृच्छति इत्युक्ते सः आप्तः खलु भवतु पृच्छति इति चिन्तयामः धूमात् इति द्वितीयं वाक्यं तदनन्तरं तदनन्तरं किमपि वदति वयं जानामः जानीमः खलु यत्र यत्र अग्निः तत्र तत्र यत्र यत्र धूमः तत्र तत्र अग्निः इति तृतीयवाक्यं व्याप्ति व्याप्तिज्ञानवाक्यं खलु व्याप्तिबोधकवाक्यं तृतीयं वाक्यं तदनन्तरम् अत्रापि धूमः अस्ति अतः तथैव वह्निः अपि अस्ति पर्वते तथा च अयम् इति वदति तथा च अयं पर्वतः तथा तथा पर्वतः धूमवान् अस्ति धूमत्वात् यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्याप्तिज्ञानमुक्त्वा तथा च अयम् इति उपनयवाक्यं चतुर्थवाक्यं तदनन्तरं तदनन्तरं निगमनं तथा च अयं तस्मात् तथा तस्मात् तथा इति निगमनवाक्यं खलु महोदय पर्वतः वह्निः व्याप्य धूमवान् न तस्मात् तथा इति पञ्चवाक्यानि अन्यः वदति यं प्रति यस्मिन् सन्देहः अस्ति तं प्रति पञ्चवाक्यानि अन्यः वदति केवलं पञ्चवाक्यानि इदानीम् उक्तं तदेव प्रथमसोपानं तदनन्तरं किं जायते तदनन्तरं ज्ञानं भवति किं ज्ञानं भवति सन्देहः अस्ति पर्वतः वह्निमान् इति साक्षात् ज्ञानं भवति वा केवलम् अत्र पञ्चवाक्यं श्रुत्वा पर्वतः वह्निमान् इति साक्षात् ज्ञानं भवति वा अग्रिमसोपाने संशयज्ञानं भवति संशयम् आदौ एव अस्ति खलु अतः एव पृच्छति आह्वानात् पूर्वमेव दूरवाणीद्वारा यदि अहम् आह्वयामि तस्मात् पूर्वमेव सन्देहः अस्ति मम मनसि अतः एव अहम् आह्वानं करोमि खलु तर्हि सन्देहः अस्ति इति न वक्तुम् आरम्भे सन्देहः अस्ति इति कृत्वा एव मया आह्वानं कृतं तर्हि प्रथमसोपाने पञ्चवाक्यानि तेन उक्तानि सन्ति तदनन्तरं किं भवति तदनन्तरं सन्देहः न अपगच्छति चेत् न अपगच्छति चेत् इति किमर्थं वदति अस्माभिः उक्तं खलु अत्र सन्देहस्य सन्देहः न अपगच्छति इति पर्वतः वह्निमान् इति शाब्दज्ञानं प्राप्तुं प्राप्त्यनन्तरमपि सन्देहः न गच्छति तयोः मध्ये विरोधः नास्ति इति उक्तं खलु महोदय आप्तः अतः एवम् उक्तम् आप्तः चेदपि वेदाः आप्ताः ऋषयः आप्ताः तत्त्वमसि इति वेदेन उक्तम् आम् अहं ब्रह्मास्मि इति कोऽपि वदति वा हा एवम् अत्रापि साक्षात्कारः न जातः इति कृत्वा अस्तु तर्हि प्रथमसोपाने एव भेदः अस्ति प्रथमसोपाने एव भेदः एकनिमिषं प्रथमसोपाने एव भेदः अस्ति भवता पृष्टं किं स्वार्थानुमानं परार्थानुमानम् इति किमर्थं तत्र विभजनम् इति खलु स्वार्थानुमाने प्रत्यक्षज्ञानं पर्वतः धूमवान् इति प्रत्यक्षज्ञानं किन्तु परार्थानुमाने प्रथमसोपानमस्ति पञ्चवाक्यानि पञ्चवाक्यं श्रुत्वा तत्र शाब्दबोधः यज्जायते तदेव प्रथमसोपानम् अस्तु तदनन्तरं द्वितीयसोपानं किं भवति साक्षात्कारम् किं भवति इति वदतु, साक्षात्कारम् इत्युक्ते किं? निश्चयज्ञानं भवितव्यं चेत् तर्हि सन्धिमानः आवश्यकमस्ति. तत्सर्वं त्यजतु महोदय. द्वितीयसोपानं किम्? इदानीं पञ्चवाक्यानि भवता श्रुतानि, मया उक्तं खलु, पर्वतः वह्निमान् धूमात् यथा महानसं तथा च अयं तस्मात् तथा इति पञ्चवाक्यानि मया उक्तानि. तदनन्तरम् इदानीं शाब्दबोधः जातः खलु. पञ्चवाक्ये यानि विषयाणि, ये विषयाः उक्ताः, तेषु विषयेषु शाब्दबोधं जातं. तदनन्तरं द्वितीयसोपानं किम्? स्वार्थानुमाने द्वितीयसोपानं किम्? प्रथमं द्वितीयं द्वितीयसोपानं किं, तस्यैव उत्तरं वदतु. यत्र व्याप्तिज्ञानम् अस्ति. हा, व्याप्तिज्ञानमेव द्वितीयसोपानमस्ति खलु. अस्तु, अत्र इत्युक्ते परार्थ अनुमाने व्याप्तिज्ञानं तेन उक्तं खलु, यत्र यथा महानसम् इति उक्तं, तर्हि तज्ज्ञानमपि अस्ति. हा, इदानीं तर्हि द्वितीयसोपानं प्रायः न आवश्यकं परामर्शज्ञाने. अत्र पुस्तके कथं दत्तम् इति द्रष्टव्यं, किन्तु न आवश्यकम् इति स्वीकुर्मः. इदानीं व्याप्तिज्ञानमपि शाब्दबोधेन जातं, स्मरणात्मकज्ञानं तस्य नास्ति खलु. यः स्वार्थं यः स्वार्थ अनुमानं करोति तस्मिन् संस्कारः अस्ति, तेन संस्कारेण अत्र व्याप्तिज्ञानं जातं, किन्तु तादृशसंस्कारः परार्थ अनुमातरि नास्ति इति कृत्वा नास्ति, तादृशज्ञानं नास्ति इति चिन्तयतु. ओहो, किमपि सः प्रत्यक्षेन न दृष्टं, किन्तु तस्यापि किमपि अनुभवः पूर्वं भवितुमर्हति, भवितुमर्हति. नास्ति इति न वदामि, किन्तु नास्ति चेदपि, यदि अत्र पक्षद्वयं स्वीकुर्मः, नास्ति चेदपि अत्र व्याप्तिज्ञानं शाब्दबोधकज्ञानं प्राप्तं खलु तेन. अस्ति चेत् स्मरणात्मकज्ञानं जायते इति वक्तुं शक्यते. पूर्वमेव अत्र बहुत्र अत्र यः परार्थ अनुमानं करोति तस्मिन् बहुत्र धूमम् अपि च अग्निं दृष्ट्वा तत्र व्याप्तिज्ञानम् अस्ति चेत् स्मरणात्मकज्ञानं जायते इति वक्तुं शक्यते द्वितीयसोपाने. यदि तादृश अनुभवः एव नास्ति तर्हि अत्र श्रुतं खलु यथा महानसम् इति वाक्येन तत्र व्याप्तिज्ञानं जातं तस्मिन्. अस्तु, इदानीं पक्षधर्मताज्ञानमस्ति, व्याप्तिज्ञानमस्ति, इदानीं तृतीयसोपानं किम्? तृतीयसोपानं तु परामर्श. हा, तेन परामर्शः करणीयः, तस्मात् तथा च अयम् इति यद् उपनयवाक्यं वक्त्रा उक्तं, तर्हि स्व आत्मनि तादृशपरामर्शज्ञानं जायेत. वह्निव्याप्य धूमवान् अयं पर्वतः इति स्वयं विचिन्त्य तादृशज्ञानं मनसि भवेत्, आत्मनि भवेत्. तदेव तृतीयसोपानं. तदनन्तरं चतुर्थसोपानम् अनुमितिः जायते, तदा एव साक्षात्कारः जायते इति वक्तव्यम्. पर्वतः वह्निमान् इति, यद्यपि प्रथमवाक्ये एव पर्वतः वह्निमान् इति तेन श्रुतं, तथापि अन्तिमसोपाने एव नूतनज्ञानम्, अनुमितिज्ञानं जायते. तर्हि पर्वतः वह्निमान् इति श्रुत्वा यज्ज्ञानं जायते तत् शाब्दज्ञानं. तदनन्तरम् अत्र व्याप्तिज्ञानं स्मरणेन वा नो चेत् शब्दज्ञानेन, तदनन्तरं स्वयं परामर्शज्ञानं कृत्वा वा अत्र पक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानं मिलित्वा परामर्शज्ञानं भूत्वा यदि पर्वतः वह्निमान् इति इदानीं तस्य मनसि अवबोधः जायते, साक्षात्कारः जायते, तदेव अनुमितिः इति कथ्यते. बुद्धं वा? बुद्धं महोदय. तर्हि केवलं प्रथमसोपानं यदस्ति तत्रैव किञ्चित् भेदः अस्ति. एकं किञ्चित् भेदः नास्ति, महान् भेदः अस्ति, महान् भेदः अस्ति. किञ्चित् भेदः नास्ति महोदय, महान् भेदः अस्ति. किमर्थं किञ्चित् भेदः इति वदति? किन्तु तत् प्रत्यक्षमस्ति महोदय, अत्र तु आप्तशाब्दज्ञानम् अस्ति. आप्तः इति, आप्तः इति अस्माकं भावः एव खलु. यः वदति सः आप्तः इति कथं जानाति भवान्? तस्य प्रमाणं किं? श्रद्धा एव. हा, श्रद्धा इत्युक्ते किम्? किमपि नास्ति, भवतः विश्वासः तावदेव. किन्तु भवता परीक्षा करणीया अस्ति. वस्तुतः यः कोऽपि वदति, भवान् मार्गे गच्छति, तत्र पर्वते वह्निः अस्ति वा इति पृच्छति, सः कः इति अपि भवान् इति भवान् न जानाति. तर्हि यदा तत्र वाक्यानि श्रुत्वा आम् अत्र पर्वते वह्निः अस्ति इति तेन उक्तं, किमर्थं? धूमात्. ओ, धूमः अस्ति चेत् किं? यत्र यत्र धूमः तत्र तत्र वह्निः इति तेन उक्तं. यत्र यत्र वह्नि अभावः तत्र तत्र धूमावः. मयापि दृष्टं कुत्रचित् तादृशमस्ति. आमां, तर्हि अत्र वह्निः वह्निधूमयोः मध्ये व्यापकव्याप्यभावः अस्ति. आं, यत् सः वदति तत् समीचीनमेव. ओ, तर्हि अयं पर्वतः वह्निव्याप्यधूमवान् अस्ति. तर्हि पर्वतः वह्निमान् इति स्वनिश्चयं यदा भवति तदा एव अनुमितिः जायते, तेन सः आप्तः इति अपि ज्ञानं जायते. तदेव भेदः. अत्र बहुवारम् आश्चर्यवत् पश्यति कश्चित् एनम्, आश्चर्यवत् वदति तथैव चान्यः, आश्चर्यवत् अन्यत् शृणोति, श्रुत्वाप्येनं न वेद कश्चित् इति भगवता भगवद्गीतायाम् उक्तं खलु. श्रुत्वापि, बहुवारं श्रुत्वापि अत्र अर्थबोधः न जायते. आश्चर्यवत् इति वश्यति इति वदति भगवान्. किमर्थम् इति चेत् तादृशचिन्तनम् अस्माभिः करणीयं. यद्यपि भगवतः वचने अस्माकं विश्वासः अस्ति, सः आप्तः एव, वेदः अस्माकं, वेदाः अस्माकम् आप्ताः एव इति तादृशचिन्तनम् अस्ति चेदपि अस्माभिः स्वचिन्तनं करणीयं. नो चेत् ओ, तेन उक्तं महान् भेदः अस्ति इत्युक्ते, यदि अहं मम पुरतः इदानीं विष्णुभगवान् अस्ति इति चिन्तयतु, अहं पश्यामि साक्षात्कारं तस्य अहं करोमि, चतुर्भुजं धृत्वा सः मम पुरतः अस्ति, तर्हि भवन्तम् अहं वदामि अत्र महाविष्णुः अस्ति मम पुरतः इति. ओ, भवान् श्रुत्वा तत्र साम्यमस्ति वा उभयोः मध्ये? नास्ति खलु. भवतः कृते केवलं शाब्दज्ञानमस्ति, मम कृते प्रत्यक्षज्ञानमस्ति. हा, इति महान् भेदः अस्ति. अस्तु, अग्रे गच्छामि. I have just thought of this opanas because paramarsha has to be done by both. आमां, निश्चयेन. तत्रैव वैशिष्ट्यमस्ति, परामर्शः करणीयः अस्ति. न कृतं चेत् तेन उक्तं तर्हि तत् स्वीकृत्य अहम् आचारं करोमि इति एव वदामः. अस्तु, तर्हि एतानि सोपानानि मनसि संस्थापयतु. किमर्थमित्युक्ते बहुवारम् अग्रे अस्मिन् विषये चिन्तनं प्रवर्तते. अस्तु, अग्रे गच्छेम. हा, मेहुल् महोदय, पठतु महोदय. विपरीतनिश्चये सतिका गतिः, यस्तु द्वितीयः विपरीतनिश्चयवान् तद्विषये अपि अस्ति विस्तरेण वक्तव्यम्. पर्वतः वन्यभाववान् इति निश्चयः यस्मिन् आत्मनि अस्ति तस्मिन् आत्मनि पर्वतः वन्यमान् इति ज्ञानं न भवितुम् अर्हति. एकस्मिन् सति परस्य उत्पादः न भवति इत्युक्तौ पूर्वः परस्य विरोधी प्रतिबन्धकः इति वा उच्यते। परश्च पूर्वस्य प्रतिबद्धः, अतश्च प्रकृते पर्वतः वन्यभाववान् इति निश्चयः प्रतिबन्धकः। पर्वतः वन्यमान् इति ज्ञानं प्रतिबद्ध्य प्रतिबद्ध्यम् इति चागतम्। अस्तु, अत्र यदा यः कोऽपि मनुष्यस्य आत्मनि विपरीतनिश्चयः अस्ति तर्हि तस्य का गतिः इति अत्र दत्तमस्ति। तर्हि विपरीतनिश्चयवान् यः अस्ति तद्विषये अपि वक्तव्यं भवति। तर्हि यः विपरीतनिश्चयवान् भवति तस्मिन् तस्य आत्मनि किम् अस्ति? पर्वतः वन्य अभाववान् अस्ति, वन्य अभाववान् अस्ति इति एव सः निश्चयेन स्वीकरोति। तस्मिन् आत्मनि पर्वतः वन्यमान् इति ज्ञानं न भवितुम् अर्हति। किमर्थमित्युक्ते सः निश्चयेन निश्चयः कृतं यत् पर्वते वह्निः नास्ति एव, तर्हि पर्वतवह्निमध्ये ज्ञानं तस्मिन् आत्मनि न भवितुमर्हति। अत्र एकस्मिन् सति परस्य उत्पादः न भवति इति यदा वयं वदेम तत्र विरोधी अपि च प्रतिबन्धकः पूर्वः इति परस्य प्रतिबन्धकः अथवा विरोधी अस्ति इति उच्यते। तर्हि एकस्मिन् सति इत्युक्ते पूर्वः पूर्वे एव यः यत् ज्ञानमस्ति तस्य विरोधी परज्ञानमस्ति, तर्हि वरश्च पूर्वस्य प्रतिबद्ध्य इति भवति। यः यत् यद् ज्ञानं परः अस्ति तदेव पूर्वस्य प्रतिबद्ध्यः भवति। अतश्च अत्र प्रकृते पर्वतः वह्नी अभाववान् इति निश्चयः एव परज्ञानमस्ति, तदेव प्रतिबन्धकः भवति। तर्हि पूर्वे पर्वतः वह्निमान् इति यत् ज्ञानमस्ति तत् प्रतिपद्यम् इति आगतं, तदेव अत्र उत्तमं। तर्हि प्रतिबन्धकः अस्ति विपरीतनिश्चयज्ञानम्, अपि च प्रतिबद्ध्यः भवति परनिश्चयज्ञानम् इति कृत्वा। यथा अत्र वेदान्तविषये वदामश्चेत् यस्मिन् आत्मनि अहम् अल्पज्ञः, अहम् अल्पशक्तिमान्, अहम् अल्पव्यापी, ईश्वरस्तु सर्वशक्तिमान्, सर्वव्यापी, सर्वज्ञः, कथं वा अहम् ईश्वरः भवितुम् अर्हामि? यदा कदापि न भवति इति विपरीतज्ञानं यस्मिन् अस्ति तं प्रति भवानेव ईश्वरः इति कोऽपि वदति चेत्, वेदं वदति चेदपि सः किं करोति? कथं वा एतादृशं भवितुमर्हति? न भवत्येव इति कृत्वा वेदस्य तात्पर्यं भिन्नरीत्या सः व्याख्यानं करोति। निश्चयज्ञानं प्रतिबन्धकः भवति, विपरीतनिश्चयज्ञानं प्रतिबन्धकः भवति। मम गुरुणा एकं गुरुभिः इति वक्तव्यम्, एकम् उदाहरणं, समीचीन उदाहरणम् उक्तं। तत्र कश्चन द्वैती आगतः अद्वैतिनं प्रति वादार्थं, द्वैतमेव सत्यम् इति वक्तुं। तर्हि अद्वैती वदति, भोः अद्य मास्तु, श्वः अमावास्या अस्ति, तस्मिन् दिने तत्र स्नानादिकं कृत्वा वयं चर्चयामः इति। तर्हि श्वस्मिन् दिने किं ते कुर्वन्ति? वपनार्थं, वपनार्थम् इत्युक्ते शेव् वपनं कर्तुं तत्र ते गच्छन्ति, तौ गच्छतः। तदनन्तरं वपनमपि कृतं। वपनस्य अनन्तरम् अद्वैती किं करोति? येन वपनं कृतं तस्य नाम किं संस्कृतभाषायाम् इति न जानामि, बार्बर् अस्ति खलु, तत्र साष्टाङ्गनमस्कारं करोति अद्वैती। किं नाविकः, सत्यं, नाविकः, नापितः, किं नापितः, सत्यं, नापिकः, नाविकः इत्युक्ते बोट्मेन्, नापिकः, आम् नापिकः। तत्र नापिकस्य साष्टाङ्गनमस्कारं कृत्वा ओ कीदृशं भवता वपनं कृतं, भवानेव ईश्वरः इति वदति. तर्हि नापिकः एवं वदति, कथं वा भोः अहम् ईश्वरः, यदा कदापि अहम् ईश्वरः न भवामि, एतादृशकार्यं किमर्थं भवता कृतम् इति सः वदति. तदनन्तरम् अद्वैतिः द्वैतिनं प्रति अत्र दृष्ट्वा वदति, भोः अस्मिन् विषये किमर्थमत्र वादः करणीयः, यः नापितः अस्ति येन किमपि न पठितं सः अपि जानाति अहं न ईश्वरः इति. अहम् ईश्वरः अस्ति इति भवितुम् अर्हति चेत् तत्रैव वेदानाम् अध्ययनं कर्तव्यम्. वेदस्य अध्ययनं कृत्वा पुनः वेदस्य अध्ययनात् पूर्वं यद् निश्चयज्ञानं मम मनसि अस्ति, अहम् ईश्वरः यदा कदापि न भवामि इति ज्ञानं वेदस्य अध्ययनस्य अनन्तरमपि तादृशम् अस्ति चेत् वेदस्य प्रयोजनं किं? निष्प्रयोजकमस्ति खलु. पूर्वमेव मम मनसि ज्ञानमस्ति. इत्युक्ते यथा अत्र उक्तं, पर्वते वह्निः अस्ति इति यस्मिन् मनसि निश्चयज्ञानम् अस्ति तं प्रति किमर्थमत्र परमार्थानुमानं वा स्वार्थानुमानं वा कर्तव्यम्? इत्युक्ते पर्वते वह्निः अस्ति इति प्रत्यक्षेण ज्ञानं जायते चेत् अनुमानं कर्तव्यं वा? नास्ति खलु, निष्प्रयोजकं भवति. तर्हि किमर्थम् अत्र एतत् सर्वं पठित्वा यः नापितः येन किमपि न पठितं, शास्त्रं धास्ति किमपि तेन न पठितं, सः अपि जानाति ईश्वरः ईश्वरः नास्ति इति, भवान् किमर्थं तत्र अत्र वादभिक्षां याच्य मम कृते आगतम् इति पृच्छति. एवम् अत्रापि तर्हि विपरीतनिश्चयज्ञानं प्रतिबन्धकः भवति समीचीनज्ञानं प्रति. अतः एव अत्र श्रद्धा भवेत् इति उक्तं. किमर्थम् इति चेत् अस्माकं सर्वेषां कृते अहम् ईश्वरः नास्ति, अहं तु अल्पज्ञः, अल्पशक्तिमान्, अल्पव्यापी इति एव ज्ञानमस्ति. किन्तु वेदं किं वदति? तत् त्वमसि जीवेश्वरी ऐक्यं वदति. तर्हि तादृशं यदा कदापि न भवितुमर्हति, तथापि वेदेन उक्तं, तर्हि कथम् इति तावत्पर्यन्तं भवतु. तत्र वेदः मम हितैषी अस्ति इति कृत्वा तत्र श्रद्धाम् अहं करोमि, विश्वासं यावत् न अवबुद्धं तावत्पर्यन्तम् अत्र यत्नं कृत्वा अवगन्तुं प्रयत्नं करोमि इति निश्चयः एव श्रद्धा. तावत्पर्यन्तमेव श्रद्धा आवश्यकी अस्ति. तदनन्तरं किं? यदा अहं जानामि अहमेव अहं ब्रह्मास्मि, नो चेत् पर्वते वह्निः अस्ति इति, तदनन्तरं तस्मिन् आप्तत्वं न वक्तव्यमेव, श्रद्धा नावश्यक इति वेदः. अस्तु, उत्तमम्, अग्रे गच्छ महोदय. इह पूर्ववाक्ये निश्चयः इति लिखितं मया, द्वितीयवाक्ये ज्ञानम् इति च, एवंविधलेखनस्यास्ति स्वारस्यं. निश्चय इत्यनेन यज्ज्ञानं वन्यभावम् एकमेव प्रकारतया अवगाहते तदेव ग्राह्यं भवति. ज्ञानशब्दस्तु संशयमपि बोधयति निश्चयमपि, तथा च यस्यास्ति निश्चयः इत्युक्तत्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकम् एव आवश्यकम्, न तु संशयेनापि ज्ञानस्य प्रतिबन्धः. वर्णितं च संशयस्य अप्रतिबन्धकत्वं, सत्यपि संशये भवति अस्माकं पर्वतो वह्निमान् इत्यनुमितिः. अस्तु, अत्र पूर्वस्मिन् वाक्ये लिखितमस्ति प्रकृते पर्वतः वन्यभाववान् इति निश्चयः प्रतिबन्धकः, तत्र निश्चय इति पदं लिखितं. द्वितीयवाक्ये पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्धम् इति आगतं. पर्वतः वह्निः अभवान् इति निश्चयज्ञानम् इति न लिखितं, निश्चयः इति एव लिखितं. हा, निश्चयः इति पदं लिखितं, द्वितीयवाक्ये ज्ञानम् इति पदं लिखितं. तर्हि तस्य आशयः केवलं स्वारस्यम् इति, सरलरीत्या अवगमनं भवति इत्यतः अतः एव तत् लिखितमिति मन्यते, अहं मन्ये. न, तादृशं नास्ति महोदय. निश्चयः ज्ञानं, तत्र स्वारस्यम् इत्युक्ते अत्र बुद्धिपूर्वकं लिखितम् इति. निश्चयज्ञानम् इति किमर्थं न लिखितं? केवलं निश्चयः इत्येव लिखितं खलु. आम्. तर्हि तत्र स्वारस्यमिति इत्युक्ते बुद्धि, अत्र निश्चयज्ञानम् इति एवमेव न त्यक्तम्, अत्र विचिन्त्य निश्चयः इति तावदेव लिखितं. किमर्थमिति तद् ज्ञानं नास्ति खलु, तद् भ्रमः अस्ति. किन्तु निश्चयः तु अस्ति, निश्चयः तु अस्ति, किन्तु निश्चयज्ञानं नास्ति तत्. अस्तु, तत्तु केवलं निश्चयः. अहम् ईश्वरः यदा कदापि न भवामि इति कोऽपि वदति चेत् तत्र केवलं निश्चयः अस्ति, तेन न चिन्तितम्, अस्मिन् विषये गभीरचिन्तनं न कृतम्. हा, सः एवमेव उक्तवान् अहम् ईश्वरः नास्ति इति. तस्य इति चिन्तनं पठनं न कृतम्. अत्र अविचारसिद्धः इति कश्चन पदमस्ति. अविचारसिद्धः इत्युक्ते विचारम् अकृत्वा एवमेव मया निश्चयः कृतः. विदौट् थिङ्किङ्ग् एनिथिङ्ग्. हा, तर्हि तस्य निश्चयः अस्ति. सो हि इस् डेफिनेट् बट् इट् इस् नाट् डेफिनेट् नालेज्. अस्तु, अस्तु, अत्र निश्चय इत्यनेन यद् ज्ञानं वन्य अभावं एकमेव प्रकारतया अवगाहते तदेव ग्राह्यं भवति. अस्तु, अत्र निश्चय इत्यनेन यत् ज्ञानम् इत्युक्ते वन्यः अभावः अस्ति इति ज्ञानम् एकमेव प्रकारतया अवगाहते तदेव ग्राह्यं भवति. तर्हि प्रकारः कः? वन्ये अभावः इत्येव प्रकारः खलु, अभावः अभावः इति प्रकारः, तदेव ग्राह्यं भवति. तत्र सप्रकारकज्ञाने षट् प्रभेदाः अस्माभिः अधीताः खलु. तर्हि चित्रं मनसि आगन्तव्यं, चित्रं मनसि आगन्तव्यमस्ति. विशिष्टज्ञानम् इति एव इत्युक्ते अत्र संशयज्ञाने पर्वतः इति विशेष्यः, उपरि प्रकारद्वयमस्ति, वह्निः अपि च वह्नि अभावः इति प्रकारद्वयमस्ति. किन्तु अत्र निश्चयज्ञाने एकमेव प्रकारः, किन्तु प्रकारः कः इति चेत् वह्नि अभावः. प्रकारता वह्निः अभावत्वेन अवच्छिन्ना अस्ति. अत्र द्वितीयवाक्ये ज्ञानम् इति यत् उक्तमस्ति तत्र संशयम् अपि बोधयति, निश्चयमपि बोधयति इति अस्ति. तर्हि तत्र प्रकारद्वयमस्ति, निश्चयः संशयः इति अस्ति. न, प्रकारद्वयं निश्चयः संशयः इति प्रकारद्वयं भवति वा यदा कदापि? अस्ति वा? इतोपि समीचीनतया वक्तव्यं. हा, ज्ञानशब्दस्तु संशयमपि बोधयति, निश्चयमपि. तर्हि तत्र इत्युक्ते ज्ञानम् इति शब्दं कुत्र प्रयोगं कुर्मः? संशयज्ञानम् इति अपि वक्तुं शक्यते. संशयज्ञाने प्रकारद्वयमस्ति, निश्चयज्ञाने एकमेव प्रकारः अस्ति. हा, निश्चयज्ञाने तु एकमेव, संशय तु अस्ति वा न वा इति. सत्यम्. अत्र भेदः कः इति चेत् निश्चय इति पदे प्रकारः अपि एकमेव अस्ति, किन्तु तद् निश्चयज्ञानं नास्ति. इत्युक्ते ज्ञानं विषयतासम्बन्धेन निश्चये नास्ति, ज्ञानं विषयतासम्बन्धेन निश्चयज्ञाने इति तादृशं तत्र भेदः अस्ति तयोः मध्ये. निश्चयः इति पदेन यदुक्तं तद् ज्ञानं नास्ति, केवलं निश्चयः. यथा वयं वदेम ऐ नो, हौ डु यु नो, ऐ नो तावदेव वदति चेत् तदेव निश्चयः. अस्तु, अग्रे वदतु. तथा च यस्य अस्ति निश्चयः इत्युक्तत्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकम् एव आवश्यकम्. यस्य निश्चयः अस्ति तर्हि कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्यः. यत् यः कोऽपि निश्चयः करोति तस्मिन् कस्यचित् ज्ञानस्य प्रतिबन्धः भवति एव. तर्हि प्रतिबन्धकं ज्ञानं निश्चयस्य कृते आवश्यकम् एव इति भवति. न न न, तादृशं नास्ति. प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकम्. अस्तु, अत्र प्रतिपदं पश्येम. तथा च यस्य अस्ति निश्चयः, निश्चयज्ञानं नास्ति, कस्मिंश्चित् निश्चयः अस्ति. कीदृशनिश्चयः? वह्निः अयं पर्वतः वह्निः अभाववान् इति दोषपूर्णनिश्चयः तस्मिन् अस्ति इत्युक्तत्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य, कस्यचित् ज्ञानस्य इत्युक्ते संशयज्ञानस्यापि निश्चयज्ञानस्यापि प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकं आवश्यकम्. निश्चये किमस्ति इदानीं? निश्चयः अस्ति. निश्चयस्य आकारः कः? पर्वतः वन्यभाववान् इति. उत्तमम्. इति निश्चयः अस्ति खलु, निश्चयज्ञानं नास्ति, निश्चयः. तर्हि निश्चये निश्चयं निश्चयत्वेन, निश्चयात्म निश्चयात्मकमस्ति खलु, निश्चयत्वेन अस्ति खलु, निश्चयत्वं निश्चये निश्चयत्वमस्ति. तद्निश्चयत्वं निश्चयात्मकं. तर्हि निश्चयात्मकं निश्चयः प्रतिबन्धकः भवति. कं प्रति इति चेत् संशयज्ञानं प्रति अपि प्रतिबन्धकः भवति, निश्चयज्ञानं प्रति अपि प्रतिबन्धकः भवति. निश्चयज्ञानमपि ज्ञानं प्रति अपि उभयोः ज्ञानयोः अत्र प्रतिबन्धकः भवति निश्चयः. यस्मिन् आत्मनि एतादृशनिश्चयः अस्ति, वह्निः पर्वतः वह्निः अभाववान् सः, तस्मिन् सन्देहः यदा कदापि भवति वा? न, न भवति सः निश्चयः. तर्हि सन्देहज्ञानमपि न भवति, निश्चयज्ञानमपि भवति. उभयोः अत्र प्रतिबन्धकः अस्ति निश्चयः. निश्चयः अस्तु अग्रे. हा, तत्रैव भेदः अस्ति. निश्चयः इति एव प्रतिबन्धकः भवति, निश्चयज्ञानं प्रति अपि संशयज्ञानमपि प्रति. उत्तमम्. हा, इदानीं समीचीनतया भवता उक्तं. हा, किन्तु निश्चयः भवेत् इत्युक्ते संशयः अस्ति इति चिन्तयतु. संशयः अस्ति, संशयज्ञानं नास्ति. संशयः अस्ति चेत् तत्र प्रतिबन्धकः न भवति. किन्तु निश्चयः अस्ति चेत् निश्चयेन प्रतिबन्धकः भवति. अतः एव अत्र उक्तं लेखनस्य अस्ति स्वारस्यम् इति. तदेव स्वारस्यं. भवता इदानीं हसितं खलु, तदेव स्वारस्यम्. अग्रे. न तु संशयेनापि ज्ञानस्य प्रतिबन्धः. हा, तदेव. संशयेन अपि ज्ञानस्य प्रतिबन्धः न इत्युक्ते संशयः तावदेव. संशयज्ञानं नास्ति. संशयः अस्ति चेत् ज्ञानस्य प्रतिबन्धः सः न भवति. निश्चयः एव भवति. अस्तु. वर्णितं च संशयस्य अप्रतिबन्धकत्वं. तदेव, संशयस्य अप्रतिबन्धकत्वमस्ति. अतः संशयः तु ज्ञानस्य प्रतिबन्धः न भवति, केवलं निश्चयः एव भवति. अस्तु, एकनिमिषम्. अत्र अस्मिन् विषये एव रमेशमहोदयेन प्रश्नः कृतः. अत्र पूर्वस्मिन् पुटे अन्तिमपङ्क्तिः अस्ति खलु, तत्र प्रथमवाक्यं पठति वा एकं? परिच्छेदस्य प्रथमं वाक्यं वा? हा, सत्यं. संशयस्य न निश्चयविरोधिता किन्तु आनुकूल्यमेव. हा, अत्र पश्यतु, संशयस्य इति एव लिखितं, संशयज्ञानस्य इति न लिखितम्. तत्र अवधानं तावद् न दत्तम् अस्माभिः, मयापि. संशयस्य निश्चयविरोधिता न, किन्तु आनुकूल्यमेव. कथम् आनुकूल्यम् इति चेत् यस्मिन् संशयः अस्ति सः किं करोति? ओ, मया निश्चयज्ञानं प्राप्तव्यम्, अस्मिन् विषये निश्चयः मया करणीयः इति तत्र यत्नं करोति खलु. इति कृत्वा तत्र आनुकूल्यं जायते. संशयः निश्चयं प्रति अनुकूलः अस्ति, न तु विरोधः. इति लघुभेदः अस्ति. अस्तु, इदानीं प्रकृतविषये आगच्छतु. अन्तिमवाक्यमस्ति. सत्यपि, सत्यपि संशये भवति अस्माकं पर्वतो वह्निमान् इति अनुमितिः. सति अपि, अस्तु, संशयः सति अस्ति चेदपि अस्माकं पर्वतो वह्निमान् अस्ति इति अनुमितिः भवति अस्माकं संशयः अस्ति इत्युक्ते किम् वैशिष्ट्यं संशयः अस्ति चेत् अपि पर्वतः वह्निमान् अस्ति इति अनुमितिः भवति उत्तमं तदनन्तरं परन्तु यदा निश्चयः अस्ति चेत् पर्वतः वह्निमान् इति अनुमितिः न भवितुं शक्नोति परन्तु संशयः अस्ति चेत् एतत् सम्भावना अस्ति पर्वतः वह्निमान् इति अनुमितिः भवितुम् अर्हति इति एकं समीचीनं पर्वतः वह्निः अभाववान् इति निश्चयः कस्मिंश्चित् अस्ति चेत् तत्र पर्वतः वह्निमान् इति अनुमितिः यदा कदापि न जायते किन्तु संशयः अस्ति चेत् पर्वतः वह्निमान् इति अनुमितिः जायते यदा पर्वतः अनुमितिः इति पर्वतः वह्निमान् इति अनुमितिः जायते तस्मात् अग्रिमक्षणे तत्र संशयः अस्ति वा न वा इदानीं तिष्ठति वा न वा न तिष्ठति अनन्तरं संशयस्य निवारणं भवति हा अतः एव अत्र पर्वतः वह्निमान् इति साक्षात्कारं वह्नेः साक्षात्कारं यदा जायते तस्मात् अग्रिमक्षणे संशयः नश्यति संशयः नश्यति तर्हि यस्मिन् निश्चयः अस्ति तस्मिन् संशय तत्र अनुमितिज्ञानं न जायतेव न जायतेव किन्तु यस्मिन् संशयः अस्ति तत्र विरोधः नास्ति इति कृत्वा अनुमितिः जायते अनुमितिः जातेः अनन्तरम् अग्रिमक्षणे संशयः यदि अनुमितेः अनन्तरमपि तस्मिन् संशयः अस्ति चेत् तत्र साक्षात्कारः न जातः इति अवगन्तव्यम् सत्यम् अत्र इदानीन्तनकाले अपि बहु जनाः निश्चयेन तस्मिन् निश्चयः यद्येव अभवत् खलु अत्र करोना वैरस् इति किमपि नास्ति अनन्तरमेव बहुकालानन्तरं ते सर्वे संशयवान् अभवत् अस्तु अस्तु किञ्चित् एतद् अस्ति एव तदा एव अनुमतिः च अभवत् हा सत्यम् इति अस्ति अस्तु बहु समीचीनं तर्हि अग्रे गच्छेम धन्यवादः महोदय अग्रे वर्षा भगिनी पठति वा प्रतिबद्धं प्रतिबद्धं परम् उभयविधम् अपि ज्ञानं भवति पर्वतः वह्नि अभाववान् इति निश्चये सति पर्वतः वह्निमान् न वा इति संशयः न भवति न अपि पर्वतः वह्निमान् इति विपरीतनिश्चयः यदा प्रथमं संशयज्ञानम् अस्ति चेत् एव अत्र यदा प्रथमम् ज्ञानं यदि निश्चयं नास्ति चेदेव अत्र पर्वतः वह्निमान् न वा इति संशयः भवितुम् अर्हति नो चेत् पर्वतः वह्निमान् इति विपरीतनिश्चयमपि भवितुम् अर्हति पुनः वदतु यदि पूर्ववाक्यं निश्चयात्मकम् अस्ति तर्हि न पूर्वं नास्ति अत्र समीचीनस्य निश्चय इति पदं वक्तव्यं भवत्या तत्र किञ्चित् भिन्नरीत्या भवत्या उक्तम् अतः पृच्छामि हा यदि पूर्ववाक्ये पर्वतः वह्नि अभाववान् इति निश्चयम् अस्ति तर्हि अत्र पर्वतः वह्निमान् न वा इति संशयस्य संशयमेव न वक्तुं शक्यते अपि चेत् विपरीतरीत्या पर्वतः वह्निमान् इति अपि न वक्तुं शक्यते किमर्थं चेत् पूर्ववाक्यं निश्चयात्मकम् अस्ति हा निश्चयज्ञानम् इति भवत्या उक्तम् अतः एव मया पृष्टम् इदानीं समीचीनतया उक्तवती निश्चयज्ञानं नास्ति निश्चयः अस्ति अत्र पर्वतः वह्नि अभाववान् इति निश्चयः यस्मिन् अस्ति तस्मिन् पर्वतः अतः एव अत्र उक्तं पर्वतः वह्नि अभाववान् इति निश्चये सति निश्चयज्ञाने सति इति नास्ति निश्चये सति पर्वतः वह्निमान् वा न वा इति संशयः वा पर्वतः वह्निमान् इति निश्चयः वा न भवति इति उक्तम्। तथा एव विपरीतरीत्या अपि वक्तुं शक्यते किल महोदय, यदि पूर्वज्ञानं संशयात्मकम् अस्ति तर्हि द्वितीयज्ञानम् अनुमिति भवितुम् अर्हति, नो चेत् विपरीतवाक्यमपि भवितुम् अर्हति इति। न, विपरीतवाक्यम् इति इत्युक्ते किम्? यदि वयं प्रथमं तु पर्वतः वह्निमान् वा न वा इति संशयः वयं वदामश्चेत् द्वितीयवाक्ये वयं वक्तुं शक्यते पर्वतः वह्निमान् वह्नि अभाववान्, नो चेत् यदि प्रथमवाक्यं निश्चयात्मकं न अस्ति तर्हि द्वितीयवाक्ये वयं यदि प्रथमवाक्यः संशयात्मकम् अस्ति तर्हि द्वितीयवाक्यं निश्चयात्मकं भवेत् किल? भवत्याः आशयः अस्ति उभयमपि भवितुमर्हति, यदि पर्वतः वह्निमान् वा न वा इति संशयः अस्ति तादृशसंशयः पर्वतः वह्नि अभाववान् पर्वतः वह्निमान् इति निश्चये प्रतिबद्धं प्रतिबन्धकं न भवति इति वक्तुमिच्छति। समीचीनम्, अग्रे। अतः ज्ञानयोः प्रतिबद्ध प्रतिबन्धकभावे आलोचनीये वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपमेव भवेत् इति, प्रतिबद्धं परम् उभयविधमपि सम्भाव्यते इति आदौ सर्वदा चिन्त्यम्। अतः प्रथम प्रतिबन्धकवाक्यं यदि प्रतिबन्धकवाक्यं वक्तव्यं चेत् तद् निश्चयात्मकम् एव भवेत् इति ग्रन्थकर्ता उक्तम्। तर्हि प्रतिबन्धकः अत्र निश्चयात्मकः भवेत्। यदि निश्चयः अस्ति कस्मिंश्चित् विषये तत् सर्वदा प्रतिबन्धकः भवति, किन्तु प्रतिबद्ध्यं प्रतिबन्धकेन यत् प्रतिबद्ध्यं जायते तादृशप्रतिबद्ध्यम् उभयमपि भवितुमर्हति इति उक्तम्। उभयमपि भवितुमर्हति इत्युक्ते किम्? अनुमानम् एकं तु यदि अनिश्चयम् अस्ति चेत् उभयमपि इत्युक्ते विपरीतं भवितुम् अर्हति, विपरीतनिश्चयं भवितुम् अर्हति नो चेत् निश्चयं भवितुम् अर्हति, तद् वाक्यस्य संशयवाक्यस्य निश्चयं भवितुम् अर्हति नो चेत् विपरीतनिश्चयं भवितुम् अर्हति। विरोधि प्रतिबन्धकः परश्च पूर्वस्य प्रतिबद्ध्यः इति उक्तम्। तर्हि अत्र मम विश्वासः अस्ति सर्वैः अवगतम् इति, प्रतिबद्ध्यं परम् उभयविधं सम्भाव्येत इति आदौ सर्वदा चिन्त्यम्। अत्र समीचीनबोधः सर्वेषां मनसि भवेत्, अवगमनं सर्वेषां मनसि भवेत्। किं? प्रतिबन्धकः निश्चयात्मकः भवेत्, प्रतिबद्ध्यः निश्चयात्मकः वा संशयात्मकः वा भवितुम् अर्हति इति अत्र उक्तम्। अस्तु, अग्रे पर्वतः तस्मिन् उपरि अग्रिमे पुटे पूर्वस्मिन् पुटे अन्तिमपरिच्छेदे पर्वतः वन्य अभाववान् इति निश्चये सति तत्र संशयः न भवति, परन्तु पर्वतः वन्य अभाववान् इति निश्चय ज्ञाने सति अपि संशयः न भवति खलु? पर्वतः सत्यम्, अतः एव निश्चयः इत्युक्तं निश्चयज्ञानम् इति न उक्तम्। तत्रैव स्वारस्यम् इत्युक्ते अत्र लेखकारस्य आशयः कः इति चेत्, यत्र निश्चयः अस्ति तद् ज्ञानं वा अन्यत् किमपि वा भवतु, निश्चयात्मकं किमपि अस्ति चेत्, निश्चयात्मकं किमपि मनसि अस्ति चेत्, किमपि मनसि इति किमर्थमहं वदामि इति चेत् ज्ञानं प्रमाणेन जायेत खलु, किन्तु प्रमाणं विना अपि एतादृशमेव अस्माभिः चिन्तयितुं शक्यते, यथा भवता उक्तम् अत्र कोरोना इति किमपि नास्ति इति बहुभिः चिन्तितं किम् आधारीकृत्य तादृश चिन्तनं मनसि जातम् इति चेत् किमपि आधारः नास्ति, एवमेव तैः चिन्तितम्। तर्हि तादृशं तत्तु निश्चयात्मकं भवितुम् अर्हति, संशयात्मकं भवितुम् अर्हति। कस्यचित् मनसि कोरोना इति किमपि नास्ति इति चिन्तनम् एव, ज्ञानं नास्ति, चिन्तनं, यत्किमपि अस्माभिः चिन्तयितुं शक्यते। इदानीं प्रदर्शयामि अत्र, भवान् इदानीं चिन्तयतु, घटः अस्ति, घटे हस्तद्वयमस्ति इति चिन्तयति चेत् भवता कल्पयितुं शक्यते खलु, किन्तु प्रमाणपूर्वकं नास्ति एतत्। चिन्तनं कर्तुं शक्यते, तर्हि निश्चयः इत्युक्ते केवलं चिन्तनं, ज्ञानम् इत्युक्ते प्रमाणेन यज्जायते तद् ज्ञानं। हा, तर्हि निश्चयचिन्तनम् अत्र निश्चयम् इत्यनेन निश्चयचिन्तनम् इति स्वीकुर्मः, इतोपि केवलं स्पष्टार्थं। तर्हि निश्चयात्मकचिन्तनं यत्र अस्ति तत् प्रतिबन्धकः भवति कं प्रति, तर्हि कं प्रतिबद्ध्यं प्रति निश्चयात्मकचिन्तनं प्रतिबन्धकः भवति इति चेत् संशयं प्रति निश्चयं प्रति उभयं प्रति, उभयं प्रति अत्र निश्चयात्मकचिन्तनं प्रतिबन्धकः भवति इति तावदेव उक्तमत्र। निश्चयं प्रति अपि अथवा निश्चयज्ञानं प्रति अपि इति निश्चयज्ञानं प्रति समीचीनं, हा, निश्चयज्ञानं प्रति निश्चयमेव अस्ति खलु, निश्चयचिन्तनं प्रतिबन्धकः भवति संशयं प्रति निश्चय आत्मकज्ञानं प्रति, सत्यं, हा, समीचीनम्। अग्रे वर्षा भगिनि, प्रकृते च यस्य पुरुषस्य पर्वतः वह्नि अभाववान् इति निश्चयः वर्तते, किं तस्य परामर्शात् अपि पर्वतः वह्निमान् इति अनुमतिः सम्भाव्यते? अत्र रेटोरिकल् क्वश्चन्, अत्र अर्थमस्ति यदि सः निश्चयात्मकज्ञानं तस्मिन् वर्तते तर्हि सः परामर्शात् अनुमति निश्चयात्मकज्ञानम् इति न वदतु, सोरि सोरि, निश्चयचिन्तनम् इति वदतु। ओके, निश्चयचिन्तनं भवति तर्हि सः अनुमितिज्ञानं न प्राप्नो अनुमितिज्ञानं न प्राप्नोति, अनुमितिज्ञानं नास्ति, परामर्शात्, सत्यं, परामर्शः एव तस्मिन् न जायते, अधिव्याप्य धूममान अयं पर्वतः इति परामर्शः एव न जायते, परामर्शः न जायते चेत् कथं वा अनुमितिः जायते, न भवत्येव, सम्भाव्यते, समीचीनतया उक्तवती, रिटारिकल् क्वश्चन् इत्युक्ते आक्षेपार्थे इति प्रश्नः, सम्भाव्यते किम् इति चेत् न सम्भाव्यते इति वक्तुम् एतादृशप्रश्नः कृतः, आक्षेपार्थे प्रश्नः। अग्रे, यदि न एव सम्भाव्यते तदा परः अपि अग्निं प्रतिपद्यते इति पूर्वोक्तः परः वह्निसंशयवान् आद्यः एव ग्राह्यः न तु द्वितीयः, यदि सः वह्निसंशयवान् अस्ति चेदेव सः एतादृशज्ञानम् एतादृशपरामर्शात् पञ्चमेववाक्येन सः अनुमितिः प्राप्नोति, यदि सः वह्निनिश्चयवान् अस्ति चेत् तस्य सन्दर्भः एव नास्ति इति। तर्हि आहत्य किम् अवगन्तव्यम्, अत्र विरोधी विपरीतनिश्चयः यस्मिन् अस्ति तेन तेन परार्थानुमानं कर्तुं शक्यते वा न वा? विपरीतनिश्चयः वह्नि अभाववान् पर्वतः वह्नि अभाववान् इति विपरीतनिश्चयः यस्मिन् अस्ति तेन परामर्श परार्थ अनुमानं कर्तुं शक्यते वा न वा? न कर्तुं शक्यते, हा, इति आगतम्। तर्हि यस्मिन् मनसि पर्वते वह्निः अस्ति वा न वा इति यः उपेक्षः अस्ति तस्मिन्नेव विषये चिन्तनमेव नास्ति तेन परार्थानुमानं न कार्यं न कर्तुं शक्यते। यस्मिन् पर्वतः वह्निमान् इति आदौ एव ज्ञानमस्ति तेनापि परार्थानुमानं न करणीयम्। यस्मिन् निश्चय विपरीतनिश्चयः अस्ति पर्वतः वह्निः अभाववान् इति निश्चयः अस्ति तं प्रति वयं गत्वा अत्र पर्वतः वह्निमान् धूमात् इति पञ्च अवयववाक्यानि वदामश्चेत् प्रयोजनमेव नास्ति, प्रतिबन्धकः अस्ति खलु. सि दीस् आर् आल् वेरि वेरि इम्पार्टेण्ट् पायिण्ट्स्. सो इवन् वेन् वि आर् टाकिङ्ग् टु सम्बडि लैक् लेट् अस् से देर् इस् एन् एथीस्ट्, कोऽपि किं संस्कृत वर्ड् इस् नाट् कमिङ्ग् नास्तिकः, हा कोऽपि नास्तिकः अस्ति चेत् तस्मिन् निश्चयः अस्ति खलु, ईश्वरः नास्ति इति निश्चयः अस्ति. तं प्रति तत्र वादं कुर्मश्चेत् किमपि प्रयोजनं नास्ति. किमर्थमित्युक्ते तत्र प्रतिबन्धकः अस्ति खलु, निश्चयः अस्ति. पुनः पुनः यावत् प्रयत्नं कुर्मश्चेदपि सः न अवगच्छति. किमर्थमित्युक्ते प्रतिबन्धकः अस्ति तत्र, निश्चयः अस्ति तस्मिन् मनसि, निश्चयचिन्तनमस्ति. ईश्वरः इति किमपि नास्ति इति निश्चयः तस्मिन् अस्ति. सो वि शुड् नाट् वेस्ट् टैम्. तर्हि किमर्थम् अत्र अस्माकं भाष्ये आचार्येण तेषां विषये चिन्तितम् इति चेत्, ऐ मीन् दीस् आर् थिङ्ग्स् दट् ऐ हेव् पुट् इन् मै थीसीस्. मै थीसीस् वास् शङ्करस् क्रिटीक् आफ् नान् अद्वैत स्कूल्स् इन् अविरोधाध्याय, वेर् ही डिस्कसस् साङ्ख्य योग अण्ड् ईस् डूयिङ्ग् खण्डन. So, I had asked a question and said, why should he do Khandana? Because these are Pratibandhakas. These are people who believe. In Ayyayika, tatsi jnanam kim? Sabhya, drabhya, guna, samanya, karma, visesha, samavayaha, sapta padarthaha. Iti nischayaha tasmin asti. Tadrish nischayaha katham kritam. Iti che, svachintanena pramanam nasti. Atra kevalam tarkam, svachintanam. He is making his own logic and he has arrived. Tadanantaram tasya pariksham kritva bhavatu. Yadi sapta padarthaha santi iti vayam svikurumaha, tadanantaram yatkimapi maya pratipadayitam shakyate. Tari sapta padarthaha santi iti katham nischitam iti che, tasya nirakaranam nakartum shakyate iti kritva maya chintitam. तत् समीचीनं नास्ति. दट् इस् वै ऐ सेड् साध्य अभाववत् अवृत्तित्वम् इति दोषपूर्णम् इति. बै नोयिङ्ग् दट् देर् इस् नो फैर्, देर् इस् नो स्मोक् आन् द लेक् अण्ड् देर् फोर् देर् इस् नो फैर् आन् द लेक्, हौ केन् यु डिसैड् दट् देर् इस् फैर् आन् द मौण्टन्? यु केन् ओन्लि डिसैड् दट् देर् इस् नो फैर् आन् दि लेक्. तदेव क्लेशः. अतः एव तत्र पूर्वपक्षिणः मतम् इति उक्तम्. So, I asked this question in my thesis because these are questions that came to me. Why is Acharya doing Khandana? Then I read the first sentence of Acharya when he starts the Khandana. He says, Mandyama, Mandamadhyama Adhikarinam Krite. He says, there could be some people who are students of Advaita who may think, Sankhya Darshanam Kena Kritam? कपिलमहर्षिणा कृतं. न्यायदर्शनं केन कृतं? गौतममहर्षिणा कृतं. वैशेषिकदर्शनं केन कृतं? कणादमहर्षिणा कृतं. देर् आल् महर्षिस्. सो ही सेयिङ्ग्, सो सम्बडि मै थिङ्क् एन् अविचारसिद्ध, ए पर्सन् हू डस् नाट् डू गभीरचिन्तन, हू इस् नाट् वाण्टिङ्ग् टु टेक् दि एफर्ट्, हू इस् लेज़ी. Oh, this is too confusing. I don't want to think of all these things. Somebody has said, I have Shraddha in what Shankaracharya. I believe Shankaracharya is a brilliant man. So he must have done all the thinking. Yatha, atra idaniyam vaccination vayam swikurmaha khalu. Atra vaccine, tatra kimasti, katham karyam jayate, tatra nivaranam bhavati vana va, kati pratishatam, tatra nivaranam bhavati. We have no idea. But we believe the Indian Medical Research Council, Indian Council for Medical Research, ICMR. Tatra nipunaha santi. Taihi etat sarvam parikshitam. Tat kevalam vishwasam kritva. Aham svikaromi. Exactly like that. There are some people who do not have the capacity आर् दे आर् लेज़ी नाट् टु अण्डर्स्टाण्ड् दीस् थिङ्ग्स् तैः किं कर्तुं शक्यते दट् इस् वै वेन् यु लुक् अट् अड्वर्टैस्मेण्ट्स् देर् इस् वन् कोविशील्ड् वन् कोवाक्सिन् अण्ड् देर् इस् वन् फैज़र् अण्ड् देन् यु गेट् रिपोर्ट्स् ओ बिकास् दिस् हेपेण्ड् ऐ हेड् ऐ एक्स्पीरियन्स् दिस् देर् आर् रिपोर्ट्स् कोविशील्ड् वास् वन् दट् वास् इनिशियलि अप्रूव्ड् इन् इण्डिया अण्ड् देन् कोवाक्सिन् केम् अण्ड् देन् पीपल् रिपोर्ट्स् केम् कोवाक्सिन् इस् मोर् एफिशियण्ट् सो पीपल् रिफ्यूस् टु टेक् कोविशील्ड् नौ दे सर् ऐ वेट् फार् कोवाक्सिन् So, you can be confused by people. And both are approved by ICMR. Both are Nipunas. So, whom do you take? Somebody said Covaxin is one poster he created. Somebody said Covaxin is better. Looking at that poster, Kimapina Avagatam, Atra Kevalam Evameva Likitam. Ashiti Pratishatam Covaxin, Tasya Efficiency Asti. Covishield, Atra Shashti Pratishatam Eva. अत्र एफिशियन्सि अस्ति इति केवलं स्थापितं तद्दृष्ट्वा सर्वे अहं कोवाक्सिन् एव स्वीकरोमि ऐ सा पीपल् गोयिङ्ग् टु पाण्डिचेरि ड्रैविङ्ग् वन् फुल् डे बेक् अण्ड् फोर्त् टु टेक् दिस् कोवाक्सिन् बिकास् दे सा दिस् लैक् दिस् आचार्यस्य अत्र कपिलमहर्षिणा कृतं गौतममहर्षिणा कृतं कणादमहर्षिणा कृतम् इति कृत्वा They can think, oh, that is also right. This is also right. Through Nyaya also, and everybody talks of Moksha. Through Nyaya also we can get Moksha. Through Sankhya also we can get Moksha. Through Advaita also we can get Moksha. Moksha, Mokshaya mama ichcha asti. Aham mukshuhu. So, I am now looking at like vaccine, which one to choose? I am finding Advaita to be very difficult. Because it says it is there, it is not there. Sadasat Vilakshanam. You can't say it is Asti, it is Nasti. It is very confusing for me. If I go to Nyaya, everything is Pashta. Very clear. And they are also saying Moksha. So let me take Kanada. I give up. I am going opting for Covaxin, not for Covishield. Iti Tadrasya Chintanam Ye Kurvanti Mandamadhyama Adhikarinaha Ye Santi Tesham Krite Aham Vadami इति प्रथमवाक्ये तेन लिखितम् आचार्येण सो ही इस् नाट् वै ऐ डिस्कस्ड् आल् दीस् थिङ्ग्स् इन् मै थीसिस् इस् पीपल् से देन् दे से ओ शङ्कराचार्यः षण्मतस्थापकः ही डिफीटेड् 72 मतास् ड्यूरिङ्ग् दिस् टैम् सो सर्वज्ञपीठं तेन आरूढम् इति ते वदन्ति आल् दिस् इस् जिङ्गोयिसम् I have to agree because if people here defeated, then why are those matas still there and why subsequent rebuttals came? Ityukte Shankaracharyena Acharyena yaduktam tatra doshapurnam iti mayana uktam. Kintu pratibandhah asti chet, nischayah asti chet. If a person has got this in his head, then whatever logic you use with that person, it will not go. That is beautifully explained here. That has to be understood. इत्यतः किञ्चित् अत्र परिश्रमम् अहं स्वीकरोमि तर्हि निश्चयः न भवेत् सो वाट् इस् श्रद्धा इस् टु कीप् दिस् निश्चय असैड् यु हेव् अ निश्चय दट् कोविड् दिस् वेक्सीन् आर् यूस्लेस् आर् देर् इस् नथिङ्ग् काल्ड् कोरोना यु हेव् अ निश्चय एस् लाङ्ग् एस् यु हेव् दट् निश्चय नथिङ्ग् इस् गोयिङ्ग् टु वर्क् हौ मच् एवर् सैण्टिफिक् एक्स्पेरिमेण्ट्स् एक्सेट्रा दट् ऐ प्रूव् Even if somebody says he died, I will say he died out of heart attack. I don't believe corona. Tarhi atra nischayaha yad asti, tat anyatra sthapaniyam. Yada aham sthapayami, tada aham shraddhavan abhut. Shraddhavan abhut iti che tattomasi iti guruna yaduktam. Tasmin vakye shraddha nasti. गुरोः तत्र श्रद्धा अस्ति ही इस् एन् आप्ता ही इस् टेलिङ्ग् मी संथिङ्ग् सो ईवन् दो ऐ एम् कन्विन्स्ड् दट् ऐ कान् बि ईश्वर बिकास् ऐ एम् अल्पज्ञ अल्पशक्तिमान् ऐ वास् बार्न् ओन्ली यस्टर्डे ऐ विल् डै टुमारो दीस् कैण्ड् आफ़् निश्चय आर् देर् बट् ही सेस् संथिङ्ग् सो ऐ रिमूव् आल् दिस् निश्चय अण्ड् कीप् इट् पार्क् इट् आन् वन् सैड् अण्ड् ऐ कीप् मै सेल्फ् ओपन् मैण्डेड् अतः एव श्रद्धा इति पदस्य अनुवादं कथं करणीयम् इति चेत् ओपन् मैण्डेड्नेस् इति करणीयं न तु बिलीफ् आर् फेत् इति मम गुरुभिः उक्तं स्वामिदयानन्दस्वामिपादैः उक्तं हि विल् से ओपन् मैण्डेड्नेस् इस् श्रद्धा नाट् फेत् आर् बिलीफ् फेत् आर् बिलीफ् केन् बि ब्लैण्ड् यु जस्ट् ट्रस्ट् वै डु यु ट्रस्ट् हिम् बिकास् ऐ ट्रस्ट् हिम् वै डु यु ट्रस्ट् हिम् बिकास् ऐ हेव् नो चाय्स् इति नास्ति अत्र यद् मम मनसि निश्चयः निश्चयचिन्तनानि सन्ति तत् पार्श्वे संस्थाप्य अस्तु भोः भवान् किमपि वदति खलु इदानीं वदतु ऐ विल् नाट् बि प्रेजुडिस्ड् बै मै कन्क्लूषन्स् तदेव श्रद्धा सो आल् दीस् डिस्कशन्स् दट् आर् गिवन् हियर् इस् वेरि यूस्फुल् फार् वेदान्त प्रतिबन्धः प्रतिबन्धकः अस्ति चेत् तर्हि तत्र प्रतिबद्धज्ञानं तत्र न सम्भाव्यते एव इत्युक्ते सन्देहः पर्वते वह्निः अस्ति वा न वा इति सन्देहज्ञानं नो चेत् पर्वतः वह्निमान् इति निश्चयात्मकज्ञानं न भवत्येव इति अवगन्तव्यं सो आल् दीस् आर् एक्स्ट्रीम्ली इम्पार्टेण्ट् पायिण्ट्स् फर् अस् टु स्टाप् नाट् जस्ट् फ्रम् न्याय पायिण्ट् आफ् व्यू बट् फ्रम् युवर् वेदान्त सो डोण्ट् वेस्ट् टैम् वित् पीपुल् हु हव् आल्रेडि गाट् दिस् निश्चय अतः एव मम प्रतिदिनपारायणे एतत् श्लोकमस्ति न पृष्टः कस्यचित् ब्रूयात् न च अन्यायेन पृच्छतः इफ् सम्बडि डस् नाट् आस्क् डोण्ट् गिव् एनी आन्सर् डोण्ट् से एनिथिङ्ग् वितौट् आस्किङ्ग् न च अन्यायेन पृच्छतः अन्यायेन पृच्छतः लुक् अट् दि वर्ड् दट् इस् यूस्ड् हि इस् गाट् अ निश्चय प्रतिबन्धकः तस्मिन् अस्ति श्रद्धा नास्ति तर्हि तथापि सः प्रश्नं करोति किमर्थम् अवगमनार्थं नास्ति तस्मिन् निश्चयः अस्ति प्रतिबन्धकः अस्ति तस्मिन् इति कृत्वा अत्र केवलम् अन्यायेन पृच्छति तदेव अन्यायप्रश्नः इत्युक्ते यस्मिन् आत्मनि एतादृशचिन्तनमस्ति निश्चयचिन्तनमस्ति पर्वतः वह्नि अभाववान् इति चिन्तनमस्ति सः अन्यं प्रति गत्वा अत्र पर्वते वह्नि अस्ति वा इति पृच्छति चेत् सः जल्पमेव करोति न तु संवादः अतः एव अत्र प्रत्येकम् अध्यायस्य अनन्तरे कृष्णार्जुनयोः संवादे इति प्राङ्पदं प्रयुक्तं वादः त्रिविधं भवति संवादः जल्प वितण्ड इति संवादः इस् फार् दि पर्पस् आफ् अण्डर्स्टाण्डिङ्ग् संवादः केन् बि डन् ओन्लि बै अ पर्सन् हूस् गाट् श्रद्धा ईवन् दो हि मे हाव् सम् निश्चयस् he has kept him aside and is remaining open minded to ask questions and is willing to understand tarhi tatra sambhavana asti nischayatmaka gnanasya sambhavana asti but a person who is doing jalpa what is the difference between samvada and jalpa jalpa is I have now decided that my thinking is correct so anybody who wants to come and argue I will defeat you to vanquish the other person if arguments are made by me that is called jalpavada and there is something called vitandavada is a fellow who does not have his own swapaksha tasya swa siddhantam kim vinasti bhavatu bhavitum arhati but he does not want to explain anything on his own siddhanta he will say whatever you say I will oppose atra shriharshah इति महाकवि अस्ति खलु नैषधीयम् इति तेन कृतं तेन सः अद्वैती अस्ति तेन खण्डनखण्डखद्यम् इति ग्रन्थं रचितं तत्तु विदण्डावादग्रन्थः अस्ति हि आल्सो सेस् दिस् इस् द विदण्डावादग्रन्थम् ओके हौ द विदण्डावाद हेपन्स् देर् इस् द फस्ट् क्वश्चन् दि पर्सन् हू कम्स् टु आर्ग्यू वित् हिम् हि सेस् ऐ एम् अ विदण्डावादी विच् मीन्स् ऐ एम् नाट् गोयिङ्ग् टु गिव् एनी एक्स्प्लेनेशन् So, somebody asked him a question. Brahma asti vadava. One fellow, the person who has come to have vada with Sriharsha, asked him a question. Brahma asti vadava. Brahma asti kim? Iti tena prishtam. So, instead of saying, oh, satyam jnanam anantam brahma, iti upanishadi yadasti. Tad tena na uktam. Saha prichyati, punah prichyati, भवान् ब्रह्म अस्ति वा न वा इति पृष्टं खलु ब्रह्म अस्ति किम् इति पृष्टं खलु तदेव ब्रह्म अस्तित्वस्य प्रमाणम् इट् इस् यु आस्क् अ क्वश्चिन् does Brahman exist? So without, and he says, this itself is pramana that Brahman exists. So that guy is stumped. He says, how do you say so? He says, no, you asked a question, no, Brahman astiva iti. Without knowing that there is something called Brahman, how can you ask this question? The very fact that you ask this question is proof that there is Brahma. Otherwise, you will not be asking this question. Supposing if you have a nishchaya that Brahman asti, then you are not going to ask me this question. So I don't have to reply you. This is how the discussion starts. Brilliant book. Brilliant means brilliant book. Khandana Khandana Kadya. You can see how the vada takes place. There is a big, the first paricheda is about vada. Where the akshepa says this vada should not take place. This kind of akshepa is there in our sampradaya in many places. Atato brahmaji jnyasa iti grantaha arabdaha brahma sutram. So one purvapakshi comes and says this grantha should not even be started. Because nishprayojakatvat. And he will use all kinds of arguments, our own arguments to prove, to raise his objection. He says, Brahma sarvada siddha asti. Everybody knows Brahman. Brahma vidha kemapi nasti. Tari jigyasa kartavya iti kimartam vaktavyam. Yadi jigyasa kartavya iti bhavata uktam, tari kim jayate? Brahma asti va nava iti sandeha asti. Iti jayate. So jignyasa kimartam kartavyam atra prayojanam nasti. So he takes discussion like that. The level of thinking that our sampradayikas have done is just fantastic. And you get the beauty of that only when you read Sanskrit. In English it becomes very difficult. Ataha evatra savadhanataya pathaniyam samshayasya na nischay virodita kintu anukulyam anukulyam eva अस्माभिः किं चिन्तितं तत्र संशयज्ञानस्य निश्चयज्ञानस्य विरोधिता नास्ति इति ज्ञानम् इति अध्याकृतम् अस्माभिः अतः एव क्लेशः अनुभूतः किन्तु अत्र किं लिखितं संशयस्य संशयचिन्तनस्य इति अध्याकृतं सो यु हाव् टु गो वेरि स्लोलि अण्ड् संस्कृत हस् गाट् दि एबिलिटि टु कन्वे दट् कैण्ड् आफ् शार्प्नेस् अण्ड् वि शुड् नाट् वि शुड् बि वेरि वेरि very focused when we study. That is why they say adhikaritvam, etc. If you are thinking of so many other things parallelly, then it becomes impossible for us to understand. Asso. Samayaha jataha bhavakimapi asmabhi chintita madhya. Sarvebhyo namaskaraha dhanyavadasya.